अस्तु तर्हि अद्यतनविषयः अस्ति सम्बोधनम्. तत्र कस्मिन् पुटे अस्ति पुनः वदतु? त्र्यशीतोत्तरशततमे पुटे. अस्तु, अत्र भागं कुर्मः. प्रथमतया अष्ट अपि च त्रीणि, तत्र किं वदामः? अशीतिः, तत्र त्र्यशीतिः इति संख्या, त्र्यशीतिः योगः अनन्तरम् उत्तर भवति. तत्र अस्माकं विकल्पद्वयमस्ति, तत्र उत्तर अथवा अधिक. तत्र उत्तर इति चेत् त्र्यशीतिः योगः उत्तर. तर्हि अत्र अत्र त्र्यशीतिः योगः उत्तर योगः शतम्. तर्हि त्र्यशीत्युत्तर उत्तर इति न, त्र्यशीत्युत्तर त्र्यशी, तत्र यकारः अस्ति त्र्यशीत्युत्तर त्र्यशीत्युत्तर शततमे पुटे. हा हा, त्र्यशीत्युत्तर शततमे पुटे अस्ति. अथवा त्र्यशीत्यधिकशततमे पुटे अस्तु. तर्हि आरम्भं कुर्मः. तत्र सुब्रह्मण्यं महोदय, मेसचूसेट्स् अग्रे पठतु कृपया आरम्भतः. हे कृष्ण, हे माधव, पश्यत जानीत च सम्बोधनम् अम्ब अत्र पश्य राजन् शृणु पाञ्चालि किमहं गच्छामि अवधेयम् सम्बोधनरूपस्य प्रयोगः सूचनार्थं भवति सामान्यतः एतदर्थम् आश्चर्यजनकचिह्नः इति चिह्नस्य अल्पविरामस्य वा उपयोगः भवति यथा मित्र सखि पुत्रि पुत्र सम्बोधनरूपात् पूर्वं भोः ए रे अये अयि इत्यादीनि अपि कदाचित् प्रयुज्यन्ते यथा यतो यथा यथोदाहरणं हे मित्र. सामान्यसम्बोधनानि पुरुषम् उद्दिश्य मित्र, महिलाम् उद्दिश्य सखि भगिनि, सामान्यं भोः अयि भोः. आदरसूचनार्थं नामसूचकपदेन सह. एकनिमेषः महोदय, तत् बहु समीचीनमस्ति. सर्वे अवगच्छन्ति वा? लक्ष्मी भगिनी स्पष्टं स्यात्. अत्र सन्ध्या भगिनी अवगच्छति वा सर्वम्? सन्ध्या भगिनी अवगच्छति. अस्तु, सम्बोधनमिति इति शब्दस्य अर्थं जानाति खलु? अस्तु अस्तु, बहु सम्यक् अस्ति. लक्ष्मी भगिनी अग्रे पठतु कृपया. आदरसूचनार्थं नामसूचकपदेन सह. आदरसूचनार्थं नामसूचकपदेन सह पुंलिङ्गे प्रायः वर्य महोदय महाशय महाभागशब्दाः योज्यन्ते यथा राजेशवर्य सुधीरवर्य राकेशमहाशय अशुतोषमहाभाग. स्त्रीलिङ्गे प्रायः वर्या महोदया भगिनीशब्दाः योज्यन्ते यथा लतावर्ये रेखा महोदये लक्ष्मी भागिनी भगिनी लक्ष्मी भगिनी नामनिर्देशं विना नामनिर्देशं विना पुंलिङ्गे मान्य आर्य श्रीमन् इत्यादीनि प्रयुज्यन्ते. स्त्रीलिङ्गे मान्ये आर्ये भगिनी इत्यादीनि प्रयुज्यन्ते. कोऽपि प्रश्नः शपा भगिनि अवगच्छति? प्रश्नः नास्ति अवगच्छति अथवा प्रश्नः नास्ति न अवगच्छति? अस्तु, किञ्चित् किञ्चित् सुब्रह्मण्यमहोदय विजयने कृपया अग्रे पठतु. सम्बोधनरूपाणि पुत्रः पुत्र पुत्रौ पुत्राः मान्या मान्ये मान्ये मान्याः. अस्तु, तर्हि अत्र किं पश्यामः यत् तत्र पुत्रः इति प्रथमभक्तौ एकवचने रूपमस्ति. तत्र पुत्र पुत्रौ पुत्राः तत्र कुत्र कुत्र रूपभेदः अस्ति? नाम सामान्यप्रथमाविभक्ति अन्तरूपम् अस्ति, अनन्तरं सबोदररूपम् अस्ति, तत्र भेदः कुत्र अस्ति? एकवचने भवती किं वदति, मतभेदः अस्ति वा? सम्बोधनं प्रथमविभक्तयोः भेदः केवलम् एकवचने अस्ति. सत्यम्, एकवचने अस्ति खलु. अग्रे पठतु कृपया. मन्या तत्र मन्ये अस्ति, तत्र स्त्रीलिङ्गे एकवचने. भूलिङ्गे किं भवति? विसर्गलोपः. पुल्लिङ्गे विसर्गलोपः भवति, स्त्रीलिङ्गे एकारः भवति. एकारः भवति एकवचने. एकारः आकारस्य स्थाने एकारः भवति. अस्तु, मान्ये मान्ये मान्याः. किमर्थं तद् द्विवचने समानमस्ति? अस्तु, धन्यवादः. समीचीनम्, अस्तु, सम्यक् सम्यक्. अस्तु, अग्रे अग्रे. अत्र किञ्चित् भिन्नमस्ति इति पश्यन्तु, तत्र किञ्चित् भिन्नमस्ति. अम्ब एकवचने अम्ब. अस्तु, अग्रे. किमर्थं एकनिमिषं महोदय. मान्या मान्ये अम्बा अम्ब अम्ब किमर्थं मान्या अम्बा द्वे अपि? तत्र भाषा तथा अस्ति. किं वदेम, भाषा तथा, भाषा तथा अभवत्. तत्र वक्तुमिच्छति, पृष्टुमिच्छति चेत् किमर्थमिति, तत्र कः वदिष्यति? अम्बा शब्दस्य मूलरूपं किम्? तत्र अम्बा इति एव, अम्बा आकारान्तशब्दः, किन्तु तस्य आकारान्तशब्दः अस्ति. आकारान्तशब्दः लता, किन्तु सर्वासु भाषासु वयं पश्यामः यत् येषां शब्दानाम् अधिकं प्रचलनम्, अधिकाधिकं प्रचलनं येषां, तेषां रूपाणि अपवादभूतानि भवन्ति. तेषाम् अपरेषां शब्दानां तथा न भवति. येषाम् अधिक अधिकानां प्रयोजनं भवति, तेषाम् अपवादभूतरूपाणि भवन्ति. अपवादः इत्युक्ते एक्सेप्शन्. किं वदामि, तत्र तेलुगुभाषायां न भवति वा अपवादः? तस्य न तेल् भवत्याः मातृभाषा तु तेलुगुभाषा तु, तत्र अपवादशब्दः अस्ति न वा? नास्ति. अस्ति खलु सुब्रह्मण्य महोदय, किं वदति भवान्, अपवादशब्दः अस्ति न वा? सन्ति महोदय, नाम तस्मिन् न अपवादशब्दः, अपवादशब्दः तेलुगुभाषायाम् अस्ति न वा? तस्मिन्नेव अर्थे अपवा अथवा अपरस्मिन् अर्थे? अर्थः स एव अथवा अन्य अर्थः? तर्हि का समस्या? अवगन्तं न शक्नोमि. सर्वे वदन्ति शब्दः अस्ति, तस्मिन्नेव अर्थे अस्ति, तु भवान् भवति किमर्थं पृच्छति? अद्यतनपर्यन्तम् अपवादशब्दस्य अर्थः एक्सेप्शन् तदपि तद् न जानामि. कस्यां भाषायां? संस्कृतभाषायां, तेलुगुभाषायां? भवती जानाति स्म न वा? न न, अहम् अवगच्छामि, मम रहस्यं जातं. तत्र मुख्य तत्र यदि तत्र यत्र एक्सेप्शन् इति वक्तुम् इच्छामः तेलुगुभाषायां, तत्र प्रमुखशब्दः स एव, नाम अपवादः अथवा अन्यशब्दः अस्ति? कः शब्दः अस्ति एक्सेप्शन् इति अस्मिन् अर्थे? कः शब्दः भवति? सर्वे वदन्तु, मम इदानीं जिज्ञासा जाता. सुब्रह्मण्य महोदय वदतु, तत्र प्रमुखशब्दः कः? एक्सेप्शन् इति प्रमुखशब्दः अपवादः न? अपवादशब्दं तेलुगुभाषायां भिन्न अर्थमपि भवति. इति अहं चिन्तयामि, शब्दस्य भिन्न अर्थमपि भवति. अपवादमान्ये तेलुगुभाषायां किञ्चित् अवमानम् इति अपि अहं चिन्तयामि. अपवादस्य अपमानम् अपमानम् सामान्य असामान्य निन्दा निन्दा इति अर्थम् आगच्छति. यतोहि बाङ्ग्ला, अहं बाङ्ग्ला भाषां जानामि, बाङ्ग्ला, तत्र बाङ्ग्लाभाषाम् अपवादः इत्यस्य नितरां भिन्न अर्थः अस्ति, तादृश एक्सेप्शन् इति अर्थः नास्ति. अतः अहं पृच्छामि स्म, तत्र बाङ्ग्लाभाषायां प्रमुखशब्दः भवति व्यतिरेक्, एक्सेप्शन् इति यदि कोऽपि वक्तुमिच्छति तत्र व्यतिरेक् इति वदन्ति बाङ्ग्लाभाषायां. तत्र तेलुगुभाषायां किं वदन्ति एक्सेप्शन्? असामान्य असामान्य इति अस्ति प्रायः. भवतः मातृभाषा का महोदय? भवतः मातृभाषा का? भवतः मातृभाषा का? तेलुगुभाषा एव. असामान्य प्रायः मम अभिप्रायः. सर्वेषां मातृभाषा तेलुगु एव, तर्हि काठिन्यं किं? किमर्थं रहस्यमस्ति सर्वेषां कृते मातृभाषा तु? काठिन्यं न, परन्तु किञ्चित् सन्देहः भवति. यथा मम मातृभाषा कोष्टकः नास्ति मम पार्श्वे. मम मातृभाषा तु अङ्ग्रेजी, आङ्ग्लभाषा एव. यदि कोऽपि मां पृच्छतु एक्सेप्शन् इति अस्य अर्थः कद् आङ्ग्लभाषायां, मम चिन्तनस्य आवश्यकता एव नास्ति, साक्षात् वदामि. तु मातृभाषा अस्तु, अग्रे बहुभाषाणि जानन्ति खलु, तस्मात् कारणात् एव किञ्चित् अनुमानः भवति भाषायां भिन्नभिन्नभाषायां अस्तु अस्तु अस्तु. लक्ष्मीभगिनी वदति यत् तेलुगुभाषा वदनस्य अवसरे सर्वे एक्सेप्शन् इति आङ्ग्लभाषा एव वदन्ति इति चेत् तु समीचीनमेव, तथा वक्तव्यमासीत्, सर्वे एक्सेप्शन् इति एव वदन्ति. अवगच्छामि, नाम शब्दः लुप्तः जातः. मूलशब्दः लुप्तः जातः तथा भवति भारतदेशे अहं बहु तथा पश्यामि शब्दः लुप्तः भवति यतोहि आङ्ग्लभाषा इति एव प्रचलितं भवति ओ तथा अस्ति नास्ति चिन्ता अस्तु अग्रे गच्छेम तर्हि अत्र किमस्ति अम्बा इति बहु प्रचलितशब्दः अस्ति सामान्यशब्दः अस्ति अतः अपवादः यस्य शब्दस्य बहु प्रयोगः भवति तस्य शब्दस्य अपवादभूतरूपं भवति अधिकप्रयोगस्य कारणात् अवगतं वा अस्तु अग्रे गच्छेम अस्तु महोदय अग्रे लक्ष्मी प्रथमा भक्तौ लक्ष्मीः अस्तु अग्रे गौर्यः पितः पितरौ पितरः माता मातः मातरौ मातरः अस्तु पद्मा भगिनी अग्रे गुरुः गुरौ गुरु गुरवः मित्रं मित्र मित्रे मित्राणि मुनिः मुने मुनि मुनयः मन्त्री मन्त्रिन् मन्त्रिणौ मन्त्रिणः राजा राजन् राजानौ राजानः श्रीमान् श्रीमन् श्रीमन्तौ श्रीमन्तः तत्र अजन्तशब्दाः हलन्तशब्दाः च सन्ति इति तु जानन्ति वा सर्वे एतावता हलन्तशब्दानां विषये वयं न पठितवन्तः भवती जानन्ति एव सर्वे न जानन्ति खलु तु सर्वे न जानन्ति किन्तु अत्र पश्यन्तु अत्र मुनिपर्यन्तम् अजन्तशब्दाः सन्ति येषां मूलरूपं तत्र अजन्त इत्युक्ते पदस्य अन्ते अच् इति स्वरः अच् नाम स्वरः अत्र मन्त्री इति मूलरूपं मन्त्री नकारान्तशब्दः नकारान्तशब्दः राजा इति मूलरूपं राजन् नकारान्तशब्दः श्रीमन् श्रीमान् अपि श्रीमन् श्रीमन् श्रीमन् शब्दः श्रीमन् नकारान्तशब्दः अस्तु अग्रे गच्छेम तर्हि सन्ध्या भगिनी अग्रे पठतु कृपया महोदय एकः विषयः अहं मम पार्श्वे तेलुगु निघण्टुः अस्ति अहं पश्यामि एक्सेप्शन् पदस्य अर्थम् अस्ति असामान्य एव ओ असामान्य असामान्य असामान्य अवगतम् असामान्यम् असामान्यम् अस्तु समीचीनं किन्तु न कोऽपि वदति इति वार्ता अस्ति नाम पूर्वं तस्य शब्दस्य प्रचलनम् आसीत् इति भाति अद्य सर्वे आङ्ग्लभाषया नाम मिश्रितरूपेण वदन्ति इति मिश्रितरूपेण सर्वे वदन्ति अहं यदा भारतदेशं गच्छामि यत्र संस्कृतेन न वदामि यत्र नाम ये जनाः सन्ति ते संस्कृतं न जानन्ति तत्र अधिकाधिकाः तत्र हिन्दीभाषया वदन्ति यदा अहं हिन्दीभाषां वदामि तदा आङ्ग्लभाषा एक एव शब्दः मम मुखात् न आगच्छति न कदापि केवलं यदा यस्यामपि कस्यामपि भाषायाम् अहं वदामि तत्र केवलं तस्याः शब्दायाः शब्दान् वदामि इति जनानां बहु आश्चर्यं भवति हास्यमपि भवति स जनाः तत्र जल्पनं कुर्वन्ति ओ तस्य भाषा विचित्रा अस्ति केवलं सा एव भाषा भवति आङ्ग्लभाषां न वदति अन्ये येषां मातृभाषा हिन्दी ते वक्तुमपि न शक्नुवन्ति तथा मम अभ्यासः तथा जातः मुम्बै नगरे अहम् एवं अहं तेषां भाषान् श्रुतवती एवमस्ति अर्धभागः आङ्ग्लभाषा आङ्ग्लभाषा अर्धभागः हिन्दी अस्ति अथवा मराठी यत्किमपि अस्ति सर्वं मिश्रितमस्ति न केवलं मिश्रितमस्ति तत्र गौरवस्य विषयः यः मिश्रितरूपेण वदति सः शिक्षितः इति सर्वे चिन्तयन्ति यः केवलं हिन्दीभाषया वदति सः ग्रामीणः इति सर्वे चिन्तयन्ति ग्रामीणः तत्र तत्र संस्कृतिः नास्ति तस्य शिक्षा नास्ति तस्य यः संस्कृतं जानाति सर्वे वदन्ति ओहो सः मूढः अस्ति किन्तु आङ्ग्लभाषया मिश्रितरूपेण वदन्ति ओहो बहु सम्यक् इति चिन्तयन् तत्र तस्य कारणमहं वदामि कारणमस्ति हीनमन्यता स्वस्य भाषां प्रति हीनमान्यता हीन नाम नीचमान्यता अस्ति तत्र मम भाषा बहु सम्यक् नास्ति आङ्ग्लभाषा बहु सम्यक् अस्ति इति चिन्तनमस्ति भारते बहुकालतः तत्र यत्र इङ्ग्लेण्ड् देशतः तत्र जनाः गतवन्तः तत्र शतवर्षपर्यन्तं तत्र शासनमासीत् तत्र तावत् पर्यन्तम् एतादृशं चिन्तनं सर्वत्र व्याप्तं जातं यत् आङ्ग्लभाषा समीचीना अस्ति अस्माकं भाषा समीचीना नास्ति अद्यपर्यन्तं प्रवर्तते अद्यपर्यन्तं सर्वत्र अस्ति सर्वत्र इति हा कुत्रचित् यथा तमिल्नाडु मध्ये तत्र इतोपि गौरवमस्ति स्वस्य भाषां प्रति तमिल्नाडु अपि च पश्चिमबङ्गाल तत्र बङ्ग्ला अस्माकं बङ्ग्लाभाषा बहु समीचीना इति चिन्तनमस्ति तथापि नम्बर् टु इति चिन्तयन्ति नम्बर् वन् इति इङ्ग्लिश् इति चिन्तयन्ति इति समस्या महती समस्या अस्ति समीचीनं नास्ति तत् यथा उदाहरणं वदामि तत्र जर्मनी देशे सर्वे आङ्ग्लभाषां जानन्ति किन्तु यत्र जनद्वयमस्ति जर्मनी देशस्य मध्ये मातृभाषा जर्मन् तु नितरां निश्चितमस्ति जर्मन् देशे जर्मन् भाषाया एव सम्भाषणं भविष्यति यदि बहितः फ्रान्स् देशतः अथवा अमेरिकातः कोऽपि आगच्छति तत्र न कोऽपि उपायः आङ्ग्लभाषया भविष्यति किन्तु शिक्षा विश्वविद्यालयेषु आङ्ग्लभाषा तत्तु न कदापि भविष्यति न कदापि अत्र पोस्ट् ग्राजुयेट् स्तरे भारतदेशे सर्वम् आङ्ग्लभाषया भवति इति हास्यास्पदस्य वर्षवता अस्ति तत्तु न स्यात् न कदापि भवेत् किन्तु तथा अभवत् चिन्तनेन न किं वक्तुमिच्छति भवान् पुनः अन्तर्जातीय धनरूपेण चिन्तनं भवति आङ्ग्लमाध्यमं स्वीकरोति चेत् अन्तर्जातीयपर्यटनं करोमि धनम् आर्जयामि इत्यपि चिन्तयति किन्तु तस्य मूलकारणं किम् इति अपि वक्तव्यं नाम अर्थव्यवस्था आङ्ग्लभाषायाः तत्र आधारिता अस्ति अर्थव्यवस्था किमर्थमिति प्रश्नः अस्ति तु किन्तु किमर्थम् इति वक्तव्यं किमर्थं तत्र संस्कृतम् इति अर्थव्यवस्थायाः तत्र आधारः भवितुमर्हति स्म तत्र 1947 तत्र यदा स्वाधीनता जाता तस्मिन् समये तत्र अस्माकं राष्ट्रभाषा का भविष्यति इति तत्र निर्वाचनं जातम् तत्र संस्कृतभाषा अपि आसीत् भवितुमर्हति स्म तत्र देहल्याम् अथवा तत्र यावन्ति कम्पनीस् सन्ति यदि तत्र संस्कृतभाषा भवति स्म तर्हि तत्र धनस्य सम्पादनार्थं संस्कृतमेव माध्यमम् अभविष्यत् इदानीं सर्वे कृतवन्तः बलात् आङ्ग्लभाषां कृतवन्तः इदानीं स्थापिता अस्ति आङ्ग्लभाषा स्थापिता अस्ति, अतः तत्र न कोऽपि उपायः. यस्य यस्य कृते धनमपेक्षितं तत्र आङ्ग्लभाषा अपेक्षिता एव. किन्तु इदानीं समस्या बहुकालतः प्रवर्तते. आरम्भे तथा नासीत् खलु? आरम्भे आङ्ग्लभाषा सर्वदा तत्र आर्थव्यवस्थायाः भाषा इति तथा नास्ति. नास्ति अस्ति अद्य चिन्तयन्ति. नाम वस्तुतः महती समस्या अस्ति, यतोहि आङ्ग्लभाषा भारतदेशस्य भाषा नास्ति, अपरेषां भाषा अस्ति, न तु भारतदेशस्य. परन्तु द्विशतं वर्षाणि ब्रिटिश् परिपालनम् अस्ति आसीत्. द्विशतं वर्षाणि एतानि सर्वाणि भाषाणि विस्मरन् न हा. किन्तु यदि यूरोप् पश्यति इतिहासः, तत्रापि आक्रमणं जातं तत्र यूरोप् देशे अपि तथा. नाम कुत्रचित् कदाचित् जर्मनी देशः तत्र सत्ता आसीत्. सत्ता नाम तत्र शक्तिः आसीत्, तत्र प्रशासनं जर्मन् इति आसीत्, कुत्रचित् फ्रेञ्च् इति आसीत्, कुत्रचित् इटालियन् आसीत्. किन्तु इदानीम् अद्य प्रत्येकं देशस्य भाषा अस्ति, प्रयोगः भवति. तत्र आङ्ग्लभाषा मिश्रितम् अतीवन्यूनमस्ति. कुत्रचित् उदाहरणार्थं वेब् इण्टर्नेट् एतादृशशब्दः अस्ति, यतो हि आविष्कारः भवति आङ्ग्लभाषया. वेब् भारतदेशे षोडश भाषाः सन्ति, एकैव भाषा एकराष्ट्रे. समस्तभारतदेशे एकीकरणं करणेन चीन् अपि तथा चैना इति देशः अपि तथा षोडश भाषाः सन्ति चेत् बहु काठिन्यमस्ति. अहं किम् उक्तवान् इदानीं, चीन् देशे अपि तथा अस्ति, चैना देशे अपि तथैव तत्र म्याण्ड्रिन् इति राष्ट्रभाषा अस्ति, यथा हिन्दी तत्र म्याण्ड्रिन् इति अस्ति, सर्वत्र राष्ट्रभाषा अस्ति. तत्र आङ्ग्लभाषा न कुत्रापि भवति तत्र चीन् देशे. सर्वे म्याण्ड्रिन् देशे वदन्ति, अपि च तत्र प्रत्येकं केन्तनीस् अस्ति, सिचुआन् अस्ति, एतत् हानान् हूनान् बह्व्यः भाषाः लोकभाषाः सन्ति. अस्तु, त्यजाम अग्रे गच्छेम. नो चेत् किम् अस्ति इति अस्माकं ध्यानमस्ति. सन्ध्या भगिनी वदतु. परन्तु अहमपि सर्वदा तथा एव चिन्तयामि यदा भारतदेशं गच्छामि. अभ्यासः भगवद्गीतायाम् एतानि सम्बोधना पदानि कुत्र सन्ति इति अवलोकयत. अस्तु, अवलोकनस्य आवश्यकता नास्ति, पठतु. सञ्जय अग्रे अग्रे हा सञ्जय सञ्जय द्विजोत्तम महीपते अच्युत मातर भारत अच्युत भारत केशव मधुसूदन जनार्दन माधव अलिसूदन आचार्य परन्तप कौन्तेय कुरुनन्दन धनञ्जय पाठ पुरुषर्षभ अनघ अर्जुन महाबाहो को पांडव कुरु सत्तम अस्तु समीचीनम् अग्रे शुभभगिनी पठितुं इच्छति वा एतेषां सम्बोधनरूपाणि रिक्तस्थानेषु लिखत ऋषिकेशः इक्ष्वाकुः इक्ष्वाको सम्यक् युद्धामन्युः युद्धामन्यो कुन्ती तत्र वक्तव्यमस्ति भेदः अस्ति खलु कुन्ती कर्ता गुडकेशः अस्तु तत्र कति सञ्जाः तत्र सुब्रह्मण्यमहोदय जनद्वयमस्ति अनन्तरं सन्ध्याभगिनी पद्माभगिनी अनन्तरम् अन्य कोऽपि अस्ति वा हा सदेव महोदय पठतु कृपया मां अत्र अत्र न जानाति तत्र अन्य कोऽपि साहाय्यं न एतत् किञ्चित् किमस्ति अन्य कोऽपि साहाय्यं करोति वा योगी किमस्ति योगिन् एतत् भवतः नाम किञ्चित् कठिनं भविष्यति अन्य कोऽपि अस्तु सुब्रह्मण्यमहोदय तत्र मास्टर्स् वदतु कृपया अनन्तरम् अन्यत् यत् भवान् कर्तुं शक्ष्यति अहं वदिष्यामि सुब्रह्मण्यमहोदय भवान् एव करोतु सदेव महोदय दिस् सेक्शन् लिटल् टफ् फर् यू वेल् आई फैंड् अ बेटर् प्लेस् फर् यू ओके योगी योगिन् सव्यसाची सव्यसाचिन् सुभद्रा सुभद्र भगवान् भगवन् धाता धातः धातः महाबाहुः महाबाहो बहु सम्यक् अस्ति तर्हि उकारान्त शब्दः अस्ति चेत् ओकारः गुरु गुरो तत्र इकारान्त शब्दः मुनिः तत्र किम् अस्ति सम्बोधनं मुने अपि च कर्तृ कर्तृ कर्ता शब्दः तत्र कर्तृशब्दः कर्ता किं भवति सम्बोधनं कर्तः अस्तु प्रश्नः सुभद्र अथवा सुभद्रे किमस्ति वस्तुतः सुभद्रा तत्र मूल शब्दस्य मूलरूपं किं सुभद्रा सुभद्रा इति स्त्रीलिङ्गे अस्ति वा तर्हि तत्र तर्हि दोषः अस्ति अहं चिन्तयामि स्म यत् असामान्यशु सुभद्रा इति श्रीलिङ्गे अस्ति तर्हि महोदय तत्र भवान् सुभद्रा इति उक्तवान् खलु सुभद्रे इति अस्ति सत्यं नकारान्त शब्दः मन्त्रिन् किं परन्तु यदि महिला मन्त्री अस्ति तर्हि किं भविष्यति न भवती न जानाति खलु अच्छा भारतदेशे मन्त्री स्त्री न भवितुमर्हति मन्त्री इत्युक्ते मिनिस्टर् मन्त्रिणी तत्र महिला न भवितुमर्हति मन्त्री इत्युक्ते मिनिस्टर् वा सत्यं न तत्र प्रायः मन्त्रिणी इति स्यात् मन्त्रिणी इति स्यात् किन्तु केचन कानिचन पदानि केषाञ्चित् पदानां स्त्रीरूपं नास्ति यथा उदाहरणार्थं द्रष्टव्यमस्ति पण्डिता भवति न वा पण्डितः पण्डितः इति महिला अस्ति चेत् किं भवति प्रायः पण्डिता एव वदन्ति स्त्रीरूपं सर्वत्र नास्ति सर्वत्र न भवति अस्तु अग्रे पद्मा भगिनी अग्रे पठति वा अत्र अस्माकं कथा न किं प्रश्नः अस्ति वा अत्र एकनिमेषः भगिनी एकनिमेषः प्रश्नः अस्ति वा भवती एव वदतु प्रश्नः अस्ति वा वदतु एकवारं योगी योगिन् अनन्तरं योगी शब्दस्य मूलरूपं किं योगिन् योगिन् नकारान्त नकारान्त योगिन् सव्यसाची अपि सव्यसाचिन् तथा सव्यसाचिन् मूलरूपं सव्यसाचिन् सत्यं सुभद्रा आकारान्तपदं सुभद्रे भगवान् अपि नकारान्तशब्दः सत्यं परन्तु अत्र भगवन् सत्यं भवान् भवान् भवान् तत्र भवत् शब्दः न क्षम्यताम् अत्र भगवत् इति भगवत् तकारान्तशब्दः अस्ति किं वदामि अत्र भगवद् तकारान्तशब्दः अस्ति भवद् भगवत् तकारान्तशब्दः अस्ति भगवान् तकारान्तशब्दः धाता धातः ऋकारान्तशब्दः धातृ धातृ महाबाहुः उकारान्त महाबाहु अस्तु अस्तु पद्मा भगिनी अग्रे सा कथा नाम गर्वभङ्ग एतां कथा उच्चैः पठते एकनिमेष अत्र कस्यचित् स्पीकर् फोन् मास्तु अस्माकम् अत्र स्पीकर् फोन् अस्ति किन्तु अपरेषां स्पीकर् फोन् नास्ति नो चेत् बिगर्जागा किं वदामि सम्यक् न भविष्यति ध्वनिः हेड्फोन् अपि मास्तु ब्लूटूत् अपि मास्तु स्पीकर् फोन् अपि मास्तु नो चेत् प्रतिध्वनिः भवति एको इति श्रुतवन्तः खलु एको भगवान् तत्र भगवत् भगवत् इति प्रातिपदिकं मूलरूपमस्ति भगवत् सम्बोधनमस्ति भगवन् अस्तु भगिनी अग्रे एतां कथाम् उच्चैः पठत मत्स्यदेशस्य महाराजः विराटः पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने स्वच्छन्नरूपेण आसन् त्रिगर्तनरेषः सुशर्मा विराटराजस्य गोसम्पत्तिम् अपहर्तु तत्र आगच्छन्ति अपहर्तुं विराटः युद्धार्थः सन्नद्धः भवति युद्धार्थं सन्नद्धं भवति पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति पाण्डवानां सहाय्येन विराटः युद्धे जयं प्राप्नोति सः गच्छति अस्तु कथा प्रसिद्धा खलु कथा प्रसिद्धा सर्वे जानन्ति अस्तु तर्हि पुनः पठतु भगिनि एकं प्रत्येकं वाक्यम् अनन्तरं प्रतिपादयतु तस्य अर्थः कः इति वदतु मत्स्यदेशस्य महाराजः विराटः विराटः मत्स्यराजा भवति. पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन्. पाण्डवाः यदा अज्ञातवाससमये अरण्यवास अनन्तरम् एकवर्षम् अज्ञातवासं कुर्वन् अभवन् तत्समये विराटराज आस्थाने प्रच्छन्नरूपेण यदि तथा नाम आङ्ग्लभाषायां वयं न वदामः, तत्र किञ्चित् मनसः उपयोगं कृत्वा वदामः. प्रच्छन्नः नाम तत्र भिन्नवस्त्रम् उपयुज्य येन न कोऽपि जानीयात् यतः आगच्छन्ति. तत्समये त्रिगर्तनरेशः सुशर्मा विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत्र आगच्छन्ति. तत्समये सुशर्मा नाम राजा त्रिगर्तराजा सुशर्मा विराटराजस्य गोमोहायाम् अपहर्तुं तत्र अवगतवान् विराटः यथार्थं सन्नद्धः भवति. सन्नद्धः नाम युद्धार्थं सन्नद्धः. सन्नद्धः नाम अत्र बहवः शब्दाः तत्र तस्मिन्नेव अर्थे बहवः शब्दाः सन्ति खलु. नाम सन्नद्धः इत्यस्मिन् अर्थे सज्जः, उद्युक्तः, सिद्धः. पाण्डवाः अपि सेना सह युद्धार्थं गच्छन्ति. पाण्डवाः भिन्नभिन्नरूपेण विराटराज सैन्यानां मिलितवन्ति. युद्धं कुर्वन्ति. पाण्डवानां सहायेन विराटः युद्धे जयं प्राप्नोति. इदानीं विराटराजा पाण्डवानां सहायेन विजयं प्राप्नोति. गोसमूहं पुनः प्राप्नोति. सः त्रिगर्तः गच्छन्ति. सुशर्मायाः सैन्यं पुरोगमनं पुरोगमिष्यन्ति. अस्तु, अनन्तरं सर्वे सुखेन जीवितवन्तः? न, कुरुक्षेत्रं भवति. अनन्तरं कथायाः अन्ततः तथा नास्ति वा? सर्वे सुखेन जीवितवन्तः? अस्तु अस्तु अस्तु, अग्रे गच्छेम. तर्हि अस्तु, सदैव महोदय, भवानेव पठतु अग्रे. एकनिमिषः. गोसम्पत्तिं किम्? गो गो इत्युक्ते धेनुः धेनु धेनु पशुं जानाति वा गो धेनुः सन्ध्या भगिनी तत्र तेषु दिनेषु अस्तु भवत्याः गृहे धेनुः अस्ति वा किन्तु आसीत् पूर्वं न न भवत्याः गृहे अत्रैव अहं चिन्तयामि स्म भवत्याः गृहे धेनुः अस्ति न तत्र एकस्मिन् दिने मम स्वप्नः तथा आसीत् यत्किमपि भवतु नाम किन्तु अत्र प्राचीनकाले धेनोः महत्त्वम् आसीत् खलु तत्र कस्यचित् तत्र कस्यचित् आस्थानमस्ति तत्र आस्थानम् आस्थानमिति न तत्र प्रसादः प्रसादः अस्ति चेत् तत्र धेनोः समूहः भवति येषां बह्व्यः धन्वः सन्ति धनवः सन्ति तेषाम् अधिकधनं भवति तर्हि अत्र गोसम्पत्तिः सम्पत्तिः इत्युक्ते यथा धनं सम्पादितमस्ति तत्र सम्पत्तिः इति वदामः नाम यस्य कस्यचित् पार्श्वे यावत् अस्ति धनम् इत्यादिकं सर्वं तत्र सम्पत्तिः इति वदामः सम्पत्तिः तर्हि तेषु दिनेषु गो इति एव सम्पत्तिः आसीत् धेनुसम्पत्तिः धनमिव अस्तु अस्तु अग्रे महोदय अत्रान्तरे सत्यम् अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति तदा दवात्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति उत्तरः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि यतः इदानीं मम सारथिः नास्ति यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं रक्षिष्यामि इति बहु सम्यक् भवान् तु बहु समीचीनं कार्यं कृतवान् अस्तु लक्ष्मीभगिनी वदति वा अर्थं पुनः प्रत्येकं पठित्वा अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति कौरवाः ससैन्यम् इत्युक्ते सैन्यसमेतम् अत्रान्तरे कौरवाः सैन्यसमेतेन विराट्नगरम् आगतवन्तः विराटराजस्य गोधनं कौरवाः अपहरन्ति. तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति. विराटराजस्य पुत्रः उत्तरः. तदा गवाध्यक्षः तत्वार्ता राजकुमार गोधनस्य रक्षणाय राजकुमारम् उत्तरं वदति निवेदयति. तदा उत्तरः वदति, यद्यपि अहं युद्धे कुशलः, तथापि इदानीं न गच्छामि. अहं युद्धे कुशलः तदपि इदानीम् अहं न युद्धं करोमि, यतः इदानीं मम सारथिः नास्ति. यदि सारथिः अस्ति चेत् तर्हि अहं युद्धार्थं गमिष्यामि. तदनन्तरं दुर्योधनं, भीष्मं, कर्णं, द्रोणं च विद्राव्य इत्युक्ते विद्राव्य नाम दूरं चालयति. दूरं नाम ततः दूरं बलात् द्रष्टव्यमस्ति. अत्र द्रवति इति अहं मन्ये. द्रवति इत्युक्ते यत्र जलं सरति, यथा द्रवमिति जलमिति वदामः खलु, द्रवं तत्तु तदेव अस्ति. द्रवति अत्र विद्राव्य नाम यथा बलात् दूरीकरणम् इति अर्थः. मम सारथिः अस्ति चेत् अहं युद्धार्थम् आगच्छामि. तदनन्तरं दुर्योधनं, भीष्मं, कर्णं, द्रोणं च योधान् दूरीकर्तुं दूरीकृत्वा गोधनं रक्षिष्यामि, रक्षणं करोमि, गोधनस्य रक्षणं करोमि इति उत्तरः वदति. अस्तु, बहु सम्यक् अस्ति. शुभभगिनी अग्रे. तदा सैरन्ध्रे वदति, अत्र बृहन्नला या अस्ति, पूर्वं सा अर्जुनस्य सारथिः आसीत्, तां नय इति. ततः सा एव बृहन्नलां तत्र आनयति. बृहन्नला वदति, गीतं नृत्यं वाद्यं वा करिष्यामि, सारथ्यं कथं करिष्यामि इति. उत्तरः वदति, गायकः, नर्तकः च अनन्तरं भव. इदानीं तु सारथिः भव इति. अवगच्छति वा? किञ्चित्. सारथिः इति जानाति वा? सारथिः रथमिति जानाति वा? रथः. अनन्तरं कृष्ण अर्जुनस्य सारथिः अभवत्. एवम् अवगच्छामि. प्रायः पुत्रः चिन्तयति यत् बृह्नला नृत्यम् अपि प्रायः चिन्तयति. अस्तु, आरम्भतः वदतु, पठित्वा वदतु, समीचीनम्. ततः बृह्नला रथं सैरन्धि अवदत् वदति. अहं किम् ओ सैरन्ध्री वदति यत् बृह्नला पूर्वं बृह्नला सारथिः आसीत्, तैः उत्तरः तेन सह बृह्नला आनीतव्या. एवं ततः सा एव बृह्नला आनीति बृह्नला वदति गीतां नृत्यं वाद्यं वा करिष्यामि. सारथ्यं कथं करिष्यामि इति. सारथ्यम् इति जानाति वा? सारथ्यम् आम्, सारथी सारथ्यं करोति, सारथिः सारथ्यं करोति. हा, सत्यं सत्यं. उत्तरः एषः पुत्रः उत्तरः वदति गायकः नर्तकः च अनन्तरं भव. इदानीं तु तैः अधुना सारथिः भव इति अवगतवती. अस्तु अस्तु, सम्यक् सम्यक् एव. अस्तु अग्रे अग्रे महोदय, एकः प्रश्नः अस्ति. अत्र प्रथमवाक्ये सैरन्ध्री वदति खलु, अत्र बृह्नलाया अस्ति, अत्र या किमर्थं भवति? बृह्नला अस्ति सम्यक् खलु? अत्र वदनस्य शैली अस्ति, वदनस्य शैली अस्ति तत्र. अत्र बृह्नला या अस्ति, पूर्वं सा सुजनस्य तत्र नाम अत्र बृहन् अत्र या नास्ति चेदपि चलति, या नास्ति चेदपि चलति. किन्तु दोषः नास्ति, केवलं शैली अस्ति. भवान् जानाति खलु, इत्युक्ते अर्थः कः? अत्र अत्र यः या यत् इति जानाति अथवा यः? ओके ओके, समीचीनं समीचीनं. यः या यः या यत् अत्र बृह्नला या अस्ति, यः या अस्ति सा बृह्नला. या सा इति अस्ति, या सा. अस्तु, स्पष्टमस्ति? अस्तु अस्तु, तर्हि सुब्रह्मण्य महोदय अग्रे पठतु कृपया. सः वदति मम पिता त्रियत्तदेशं गतवान् अस्ति, सर्वमपि सेनां सह नीतवान् अस्ति, अहम् एकः बालः एतान् अस्त्रकोविदान् प्रतिरोद्धुं न शक्नोमि, गृह्णवे निवर्तस्व. अस्तु वदतु. ततः ब्रह्मणा रथम् आरुह्य अश्वं प्रेरयति. सम्भाषणानन्तरं ब्रह्मणा रथम् आरोहति, अश्वं प्रेरयति, चलनं करोति. किन्तु युद्धभूमौ विशालं कुरुसैन्यं दृष्ट्वा पुत्रः हतोत्साहः भवति. युद्धभूमे कुरुसैन्यं बहु विशालं भवति, तद्दृष्ट्वा पुत्रः उत्तरकुमारः निरुत्साहं भवति. निरुत्साहः निरुत्साहः भवति. सः वदति मम पिता दिगस्तदेशं गतवान् अस्ति, सर्वमपि सेनां सः नीतवान् अस्ति. उत्तरकुमार वदति मम पिता सैन्येन सह दिगस्तदेशं गतवान्, तत्कारणं सैन्यं नास्ति, अहम् एकः बालः एतान् अस्त्रकोविदान् प्रतिरोधं न शक्नोमि, ब्रह्मणले निवर्तस्व इति. निवर्तस्व नाम कः लकारः? कः लकारः? आत्मनेपदे लट् लकारः खलु? आत्मनेपदे अस्ति किन्तु लट् वा लोट् मध्यमपुरुष एकवचनम्. सत्यं. नाम लूट् लोट् लकार लोट् लोट् गच्छतु गच्छतु इति लोट् लकारः मध्यमपुरुषस्य एकवचने. अस्मिन् पुस्तके एतत् सर्वम् अस्ति, वयं तु पठितवन्तः पूर्वं. किं करवामः? तत्तु वृत् इति धातुः वर्तते, नि उपसर्गपूर्वकः निवर्तते निवर्तस्व. अस्तु सन्ध्याभगिनी अग्रे पठतु कृपया. अत्र निवर्तते इत्युक्ते किं करणीयम्? अत्र त्वति गच्छतु. Retire from here. Agree. Brahmanala vadati Sthrinam purataha bahu chalpasi Iranim katham yuddham na karoshi Yadi na yuddhadhyase tarhi sarve prahasikshanti iti. प्रहसिष्यन्ति. अस्तु अग्रे. ये केऽपि हसन्तु मम चिन्ता नास्ति इति उक्त्वा उत्तरः रथात् अवतीर्य अवतीर्य अभावत्. प्रहल्लला तु एषः धर्मः न, क्षत्रियः कदापि पलायनं न करोति, युद्धमेव श्रेयः न पलायनम् इति तम् अनुधावति. केशेषु गृह्णाति च. तदा उत्तरः वदति तुभ्यं शातं सुवर्णनाकानि ददामि, अष्टमणीन् ददामि, उत्तमं रथम् अश्वान् गजान् च ददामि, मां अस्तु अस्तु वदतु. पुनः पठतु. अवगतवती वा? चिन्तयामि. स्त्रीणां पुरतः बहु जल्पसि इत्युक्ते बहु वदति. जल्पसि नाम यथा महिलाः सर्वाः महिलाः कुर्वन्ति खलु, जानन्ति वा? महिलाः तथा कुर्वन्ति, नाम निरार्थकचर्चां कुर्वन्ति सर्वदा. जानन्ति वा? तथा जल्पनम् वदति, यदि न युद्धं करोति महिलाः वदन्ति. स्त्रीणां पुरतः बहु जल्पसि. जल्पसि साधारणतया यथा पञ्चमे महिलाः यत्र भोजनं निर्मीयते तत्र आदिनं तत्र महिलाः उपविश्य तत्र परस्परं चर्चां कुर्वन्ति, कस्मिन्नपि विषये निरातिका चर्चां कुर्वन्ति इति कदापि श्रुतवती वा? अवगच्छति. तत्र अयं पुरुषः तासां स्त्रीणां पुरतः आगत्य तस्य महानतायाः विषये सः वदति सर्वदा, अहं महान् इत्यादृशीं चर्चां करोति. तर्हि इदानीं ब्रह्मणा वदति यत् पश्यतु भोः, भवान् तु तथा जल्पसि महिलानां पुरतः. इदानीं युद्धस्य समयः आगतः, तत् कीदृशव्यवहारः तव? अवगच्छति न वा? न, जल्पसि साधारणतया इत्युक्ते गासप्. महिलानां किन्तु अत्र गासप् इति अर्थः नास्ति, अत्र बौस्तिङ्ग् इति अर्थः. अत्र न नाम यत्र सर्वं समीचीनमस्ति, सः गृहे महिलानां पुरतः उपविश्य सः वदति अहं बहु महान् अस्मि, किन्तु इदानीं अहं युद्धे बहु समीचीनकार्यं करोमि, किन्तु इदानीं युद्धस्य समयः आगतः, अपि च पलायनं कर्तुम् इच्छति. विद्राव्य गोधनं रक्षिष्यामि अत्र वदति. सत्यं. तर्हि उत्तरः दावितवान् कुत्र? दावितवान् न, कुत्र अस्ति उत्तरः? अदावत्. दावितवान् सः दावितवान् युद्धं कर्तुं न इच्छति, परन्तु ब्रह्मणला तं गृहीतवान्. परन्तु उत्तरः उक्तवान् यदि मां न गृह्णाति तर्हि अहं तां सुवर्णनाखानि ददामि, बहु सामान् ददामि. बहु सम्यक्. तथैव अस्ति. अस्तु अस्तु. लक्ष्मीभगिनी पठति वा? मास्तु चिन्ता, आवाम अग्रे गच्छावा। त्वं मम सारथी ही भवा, अहम् युद्धं करिष्यामि इति उक्त्वा बृहन्नला तं रथम् आरोपयति। ततः तौ श्मशानभूमिं गच्छतः। तत्र शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः। तदा उत्तरः जिज्ञासया को भवान् इति बृहन्नलां पृच्छति। बृहन्नला, अहम् अर्जुनः, युधिष्ठिरः, भीमः, नकुलः, सहदेवश्चापि तव पितुः आश्रिताः एव सन्ति इति वदति। तदा उत्तरः धैर्यं प्राप्नोति। सर्वे सुखेन सुखे जीवन्तवन्तः तावत् न किमभवत्? बृहन्नला वदति उत्तर, मास्तु चिन्ता, आवाम् अग्रे गत्वा अग्रे गच्छावा, अहं युद्धं करिष्यामि, त्वं मम सारथिः भव इति उक्तवान्। तदनन्तरं तौ द्वौ, अर्जुनः बृहन्नला, उत्तरः द्वौ श्मशानभूमिं गच्छतः। श्मशानभूमिम् इत्युक्ते जानामि, श्मशानः, श्मशानभूमिं जानाति वा? श्मशान साधारणतया श्मशानं यत्र यत्र शवः अस्ति, यस्य मरणं जातम् अस्ति, तत्र अग्निः अग्निना तत्र ज्वलनं भवति इति श्मशानस्थलमस्ति। किन्तु अत्र युद्धस्थलमस्ति, किं श्मशानस्थलमस्ति? श्मशानभूमिं गच्छतः। एवं वा? कदापि तथा एव। तत्र एकः शमीवृक्षः अस्ति। तत्र शमीवृक्षे एकप्रकारः वृक्षः शमीवृक्षः। शमीवृक्षे पाण्डवैः पूर्वं रक्षितानि आयुधानि गृह्णीतः। ततः पूर्वं पाण्डवैः पाण्डवाः तेषां सर्वेषां तेषाम् आयुधान् तत्र आयुधानि पाण्डवानाम् आयुधानि तत्र सन्ति। तौ द्वौ तानि आयुधानि गृहीत्वा ततः गच्छन्ति। तदा उत्तरः जिज्ञासया पृच्छति, को भवान्, भवान् कः इति बृहन्नलां पृच्छति उत्तरः। जिज्ञासया बृहन्नलां पृच्छति को भवान्। ततः बृहन्नला वदति, अहम् अर्जुनः, युधिष्ठिरः, भीमः, नकुलः, सहदेवः च अपि सर्वे तव पितुः आश्रिताः एव सन्ति। तव पितुः आश्रिताः एव सन्ति इत्युक्ते विराट् राजस्य आस्थाने मम भ्रातरः सन्ति इति अर्जुनः वदति। तदा उत्तरः धैर्यं प्राप्नोति. अस्तु, मासचूसेट्स् सुब्रह्मण्यं महोदय, समापयतु कृपया. ततः प्रभुत्ते युद्धे अर्जुनः भीष्मद्रोणकर्णादिसहितान् कौरवान् पराजित्य विराटराजस्य गोधनं रक्षति. तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति. विराटराजः पुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति. अर्जुनः युद्धं कृत्वा विजयं प्राप्नोति. कौरव सैनैसह युद्धं कृत्वा विजयं प्राप्नोति. विराटराजस्य गोधनम् अपि रक्षति. तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति. तत्समये पाण्डवानाम् अज्ञातवासः अपि समाप्तम् अभवत्. विराटराजः तस्य पुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण सह करिष्यति. अस्तु, समीचीनं, बहु सम्यक् अस्ति. अस्तु, तर्हि अत्र यद्यपि तथापि सर्वे एकं वाक्यं विरचय्य श्रावयन्तु. विरचय यद्यपि तथापि शीघ्रमेव. शुभं भगिनि, प्रथमं न यद्यपि तथापि यद्यपि तथापि वाक्यं यद्यपि स मम मनसि उदाहरणं नास्ति क्षम्यतां. करोतु, सर्वे वदन्तु. यद्यपि अहं बुद्धिमती तथापि अहम् उत्तरं विस्मृतवती. अस्तु, समीचीनमस्ति, अग्रे. यद्यपि सः कक्ष्याम् आगच्छति सः न पठति. हा, अस्तु, समीचीनमस्ति, अग्रे. सन्ध्या भगिनी वदतु. यद्यपि सरोवरे जलं नास्ति तथापि मत्स्याः न भविष्यन्ति. न, एकमेषः, यद्यपि सरोवरस्य जलं नास्ति तथापि मत्स्याः न भविष्यन्ति इति वा? मारयिष्यन्ति. यद्यपि तथापि इति जानाति अथवा न जानाति? न जानामि. न, यदि तर्हि इति भिन्नम् अस्ति. अस्तु, तत्र पद्मा भगिनी वदतु. भगिनी अस्ति वा? पद्मा भगिनी, अस्तु, वदतु. यद्यपि तथापि यद्यपि अहं संस्कृतभाषा पाठं पठामि तथापि इदानीं अस्तु, चिन्तयतु. सुब्रह्मण्यं महोदय वदतु. अहं पुस्तकं अन्य कोऽपि वदति वा? दुःखं न भवति. यद्यपि मम पुत्री तेलुगुभाषा जानाति तथापि सा तेलुगुभाषायां न वदति. इदानीं सम्यक् अस्ति. यद्यपि मम पुत्री सा तेलुगुभाषां जानाति तथापि सा तेलुगुभाषया न वदति. स्पष्टमस्ति? सन्ध्या भगिनी अवदति वा? प्रायः. हा, भवती एव करोतु. विजयी महोदय करोति वा? यद्यपि सूर्यकान्तिः भवति तदापि तथापि बालकाः न क्रीडन्ति. पुनः वदतु. यद्यपि सूर्यकान्तिः भवति तथापि बालकाः न क्रीडन्ति. अहं न जानामि तत्र तत्र तत्र यद्यपि किं भवन्ति? सूर्य सूर्यकान्ति नाम दीपः. ओ, सूर्यकान्ति. यद्यपि सूर्यकान्ति तथापि बालकाः न क्रीडन्ति. अस्तु अस्तु, समीचीनम्. अस्तु, अनन्तरं सर्वे वदन्तु. यद्यपि वृतः अस्मि तत्रपि योगासनं करोमि. यद्यपि वृतः अस्मि तथापि योगासनं करोमि इति वा? नाम वृतः नाम वृतः नाम मम कार्यमस्ति. नाम यद्यपि प्रतिदिनं बहिः गत्वा कार्यं करोति तथापि अहं योगासनं करोमि इति वा? तादृश अर्थः. अस्तु, समीचीनम्. अन्यत् उदाहरणं सन्ध्या भगिनी वदतु न. यद्यपि तस्य आरोग्यं समीचीनं नास्ति तथापि असमीचीनं भोजनं खादति. इदानीं सम्यक् अस्ति. अस्तु, यदि तर्हि सर्वे शीघ्रमेव यदि तर्हि अनन्तरं यावत् तावत् शीघ्रमेव, नो चेत् गमनार्थम् अनुमतिः न प्राप्स्यते. यदि धूमः अस्ति तर्हि तस्य समीपे अग्निः अस्ति. यदि धूमः अस्ति तर्हि वह्निः अस्ति अग्निः. अस्तु, अन्यत् वाक्यं शीघ्रम्. यदि मम पुत्रं खादति अहं न तर्हि अहं न भोजनं पाकं न शक्नोमि. न, यदि मम पुत्रः खादति तदा अहं पाकं न खादितुं शक्नोमि इति अर्थः कः? यदि तत्र अवगच्छति वा? यदि मम पुत्रः खादति इति पाकं न खादितुं शक्नोमि इति तत्र अहं न अवगच्छामि. भवती प्रमाण नाम इच्छामि इच्छति यदि मम पुत्रं भोजन इच्छति तर्हि अहं यदि मम पुत्रः भोजनम् इच्छति अथवा न इच्छति? यदि तर्हि इति जानाति खलु अथवा न जानाति? यदि मम पुत्रः भोजनं करोति तर्हि अहं पाकं करोमि. यदि मम पुत्रः भोजनम् इच्छति तर्हि अहं भोजनं करोमि, पाकं करोमि. अस्तु अस्तु, इदानीं समीचीनमस्ति. अग्रे सर्वे वदन्तु शीघ्रम्. यदि अहं विद्यालयं न गमिष्यामि तर्हि कुशलिनी अस्मि. अस्तु अस्तु, अग्रे. यदि समयः अस्ति तर्हि अहम् आपणं गच्छामि. अस्तु, विजिनि महोदय. यदि मम मित्रः आगच्छति तर्हि अहं चलचित्रं गन्तुं शक्नोमि. अस्तु, भवती उक्तवती वा? हा, सर्वे उक्तवन्तः. अस्तु, यावत् तावत् शीघ्रम्. यावत् खादितुम् इच्छामि तावत् न खादितुं शक्नोमि. अस्तु अस्तु, अग्रे अग्रे. यावत् जलं समुद्रे अस्ति तावत् जलं सरोवरे नास्ति. अस्तु, समीचीनम्, अग्रे. अहं यावत् तेलुगुभाषां जानामि तावत् संस्कृतं न जानामि. अस्तु, अग्रे. सन्ध्या भगिनी, न न पद्मा भगिनी, सर्वे न सर्वे उक्तवन्तः वा? न, यावत् तावत् यावत् तावत्. हा, अनन्तरं चेत् नो चेत् अनन्तरं चेत् नो चेत् सर्वे वसां मनसि सान् शीघ्रं वदतु. यावत् यावत् प्राणिनः वनं सन्ति तावत् नगरे नास्ति. समीचीनम्, अस्तु, अग्रे. वाक्यं पुनः वदतु, अहं सम्यक्तया न श्रुतवान्. पुनः वदतु वाक्यं वदतु. यावत् प्राणिनः प्राणिनः प्राणिनः यावत् प्राणिनः वने सन्ति तावत् प्राणिनः नगरे न सन्ति. अस्तु, सम्यक्. सर्वे उक्तवन्तः वा? पद्मा भगिनी, पद्मा भगिनी, शीघ्रम्. अनन्तरं चेत् नो चेत् हा वदतु. यावत् वस्त्रं पुष्पा पुष्पा भगिनी अस्ति वा? भवती किमपि न उक्तवती. किमर्थं मह्यं न मां न उक्तवती पूर्वं पुष्पा भगिनी अस्ति इति? न जानामि स्म. यावत् संस्कृतभाषा पठामि तावत् पुस्तकं क्रीणामि, संस्कृतभाषापुस्तकं क्रीणामि. क्रीणामि क्रीणामि क्रीणामि यावत् तावत् यावत् तावत् इति यावत् संस्कृतं पठामि तावत् न, तत्र किञ्चित् वैचित्र्यम् अस्ति. अत्र यावत् तावत् इति अर्थद्वयमस्ति, सर्वे जानन्ति वा? अर्थद्वयमस्ति. एकः अर्थः अस्ति मात्रा. यावत् धनमस्ति, यावत् धनमस्ति किं, तावत् यावत् धनमपेक्षितं तावत् धनं नास्ति. यावत् धनमपेक्षितं तावत् धनं नास्ति इति मात्रा इति अर्थः. किन्तु तत्र समयस्य अर्थः अपि भवति. यावत् पर्यन्तम् इति अर्थे अस्ति, किन्तु वदनस्य आवश्यकता नास्ति. यावत् सर्वे सम्यक्तया वाक्यं न रचयन्ति तावत् गृहस्य गमनार्थम् अनुमतिः न भविष्यति. यावत् तावत् इति अर्थद्वयमस्ति. किन्तु पुष्पा भगिन्याः वाक्यं तत्र द्वयोः मध्ये किमपि न इति इति भाति. तत्र यावत् भवती अवगच्छति वा, पुनः करोतु शीघ्रम्. चिन्तयतु, सर्वे उक्तवन्तः वा यावत् तावत्? सुब्रह्मण्यं महोदय वदतु. यावत् कार्याणि सन्ति तावत् चालकाः न सन्ति. यावत् कार्याणि सन्ति चालकाः सन्ति न सन्ति. अस्तु, हा अस्तु. हा वस्तुतः वस्तुतः वदामि, यावत् तावत् यत्र मात्रा इति अस्ति तत्र चिन्तयन्तु, यत्र गणनं नास्ति तत्र, यत्र गणनं भवति तत्र तथा न भवति. तत्र यावत् यावत् जलं समुद्रे अस्ति तावत् जलं सरोवरे नास्ति इति समीचीनमस्ति. तत्र गणनं, जलस्य गणनं न भवति. किन्तु यत्र जनाः सन्ति चालकाः, तत्र गणनं गणनीयमस्ति. तत्र यावत् तावत् तथा न सम्यक् न भाति, भवितुमर्हति. किन्तु तत्र तकारान्तशब्दः अस्ति, तत्र तत्र कान्जुगेशन् करणीयमस्ति. यथा यावन्तः यावन्ति यावन्ति यानानि सन्ति तावन्तः चालकाः न सन्ति. तत्र कान्जुगेशन् भवतु, तदा न तत्र बहुवचनं भवति खलु, बहुवचनमस्ति. तत्र जलमिति बहुवचनान्तं रूपं किमपि नास्ति, गणनं नास्ति. किन्तु यानानि तत्र बहुवचने स्यात्, यावन्ति यावन्ति यानानि सन्ति तावन्तः. तत्र यावन्ति इति नपुंसकलिङ्गे अस्ति, तावन्तः इति पुल्लिङ्गे अस्ति. तावन्तः जनाः चालकाः न सन्ति. हा अस्तु, चेत् नो चेत् शीघ्रं, चेत् नो चेत् वृष्टिः, बहु वृष्टिः पतति चेत् वृक्षाः जीवन्ति, नो चेत् वृक्षाः म्रियन्ते. समीचीनं, चेत् नो चेत् शीघ्रं. मम पार्श्वे गीतास्वपानस्य द्वितीयभागः नास्ति, अस्ति चेत् पठितुं शक्नोमि. न, किन्तु नास्ति, अस्ति चेत् यदि अभविष्यत् तत्र अस्ति चेत् इति न भविष्यति. नास्ति एव, तर्हि अस्ति चेत् इति कथं नास्ति? तर्हि अस्ति चेत् इति न. आङ्ग्लभाषयापि तथा. मम पार्श्वे गीतासोपानस्य द्वितीयभागः अस्ति चेत् पठितुं शक्नोमि. नो चेत्? नो चेत् पठितुं न शक्नोमि. इदानीम् अस्ति, इदानीं भवति. अस्तु, चेत् नो चेत् सर्वे वदन्तु. चाहपानं सिद्धम् अस्ति चेत् पिबामि, नो चेत् आवश्यकता नास्ति. अस्तु, वाक्यं बहु सम्यक् अस्ति, सन्दर्भः सम्पूर्णः अस्ति, तादृशसन्दर्भः अपेक्षितः अस्ति. अस्तु, अग्रे सर्वे वदन्तु. प्रातःकाले चेत् अहं काफि पिबामि, नो चेत् अहं काफि न पिबामि. अस्तु, प्रथमभागः कः आसीत्? प्रातःकाले. पुनः वदतु. प्रातःकालः अहं काफि पिबामि, नो चेत् अहं काफि न पिबामि. प्रातःकाले अहं काफि पिबामि, नो चेत् काफि. तत्र किञ्चित् वैचित्र्यमस्ति, अहम् अवगच्छामि. प्रातःकाले प्रातःकालः नास्ति चेत् न पिबामि, भवितुमर्हति, तथा भवितुमर्हति. अस्तु, सर्वे उक्तवन्तः वा? समयः अस्ति चेत् पुस्तकं पठामि, नो चेत् न पठामि. अस्तु, पुष्पा भगिनी वदति वा? सम्यक् वाक्यं सम्यक् भविष्यति, नो चेत् वयं सर्वे एतत् पुस्तकम् आरम्भतः पठिष्यामः. वदतु. जलम् अस्ति चेत् पिबामि, नो चेत् न पिबामि. अस्तु अस्तु अस्तु, समीचीनं. सर्वे अवगच्छन्ति इति भाति. अत्र अव्ययशब्दानि समाप्तानि. सर्वे जानन्ति खलु, गृहपाठरूपेण सर्वं पठन्तु. यावन्ति वाक्यानि सन्ति, यावन्ति वाक्यानि, यावत् वाक्यानि इति न, यावन्ति वाक्यानि सन्ति सर्वाणि पठन्तु. अनन्तरम् अग्रिमे सप्ताहे सप्तविभक्ति अभ्यासः, सप्त विभक्तयः, तत्र सर्वासां विभक्तीनाम् अभ्यासः भविष्यति. अनन्तरं पुस्तकं समाप्तम्, अग्रिमं पुस्तकं करिष्यामः. सर्वेषां पार्श्वे पुस्तकमस्ति. अत्र अव्ययाभ्यासः, यः अव्ययाभ्यासः इदानीं कृतः, तस्य इतोपि अपेक्षितं वा अथवा पर्याप्तम्? नाम कथं प्रयुज्यते इति सर्वे जानन्ति, अथवा इतोपि अभ्यासः अपेक्षितः? अभ्यासः न अपेक्षितः अस्ति. सर्वे किं वदन्ति, समीचीनं, पर्याप्तम् अथवा इतोपि अपेक्षितम्? हरि ओम्, पर्याप्तमस्ति. अस्तु, तर्हि गृहपात्ररूपेण वाक्यानि, अवशिष्टानि वाक्यानि सर्वाणि पठन्तु. अग्रिमे सप्ताहे तत्र अन्तिमम् अध्यायं वयं पठिष्यामः. पुस्तकं स्वीकुर्वन्तु, द्वितीयभागः, द्वितीयभागस्य स्वीकरणं भवतु यदि नास्ति. तत्र संस्कृतभारत्याः जालपुटे अस्ति. समीचीनं वा? अस्तु अस्तु, बहु सम्यक्, धन्यवादः. नमस्कारः. धन्यवादः.